अस्तु, गुणस्य व्याप्यावव्याप्यवृत्तित्वम् इत्यस्य विषये चर्चा जायमाना अस्ति अधुना. तत्र अस्माभिः चर्चितं व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इत्युक्ते किम् इति. व्याप्यवृत्तिः इत्युक्ते व्याप्यवृत्तिः यस्य सः इति बहुव्रीहिसमासः व्याप्यवृत्तिः इति. तस्य उदाहरणत्वेन घटे घटत्वम् इति स्वीकृतमासीत्. घटे घटत्वं घटं व्याप्य तिष्ठति, व्याप्यवृत्तिः भवति तस्य इति कृत्वा घटत्वस्य व्याप्यवृत्तित्वम् अथवा घटत्वं व्याप्यवृत्तिः धर्मः. तथैव पृथिव्यां गन्धः व्याप्यवृत्तिः गुणः इति अस्माभिः दृष्टम्. अव्याप्यवृत्तिः नाम अव्याप्यवृत्तिः यस्य सः अव्याप्यवृत्तिः, अपि च तादृशस्य अव्याप्यवृत्तित्वं भवति. अव्याप्यवृत्तित्वम् इत्युक्ते अधिकरणे सर्वत्र नास्ति, केषुचित् कुत्रचित् अस्ति कुत्रचित् नास्ति. तत्र प्रसिद्धः उदाहरणम् अस्ति कपिसंयोगः वृक्षे इति. कपिसंयोगः इति कश्चन गुणः वृक्षे एकस्मिन् भागे वर्तते, वृक्षे सर्वत्र न वर्तते इति कृत्वा कपिसंयोगः इति अव्याप्यवृत्तिः गुणः इति अस्ति. तदनन्तरम् अवच्छेदकम् इति अपि परिशीलितम्. तत्र घटे घटत्वम् इति व्याप्यवृत्तिः कश्चन धर्मः अस्ति. तदनन्तरं घटे घटाभावं प्रति प्रतियोगिता अपि अस्ति. घटे घटत्वम् अस्ति, घटे प्रतियोगिता अपि अस्ति. प्रतियोगिता अपि घटे सर्वत्र वर्तते, घटं व्याप्य एव वर्तते. यत्र यत्र घटः तत्र तत्र घटत्वं, तत्र तत्र प्रतियोगिता अपि. तर्हि घटत्वं प्रतियोगिता अनयोः मध्ये अपि यत्र यत्र तत्र तत्र इति सम्बन्धः अस्ति. अपि च उभयोः अधिकरणं घटः, प्रतियोगिता अपि घटे घटत्वमपि घटे घटत्वमपि घटे भवति. यत्र यत्र घटः तत्र तत्र घटत्वं, तत्र तत्र प्रतियोगिता इति कृत्वा घटत्वप्रतियोगितयोः अन्यून अनतिरिक्तवृत्तित्वम् अनतिरिक्तवृत्तित्वम् अस्ति प्रतियोगिता अपि च घटत्वयोः. तत्र प्रतियोगितायाः अवच्छेदकं किम्? घटत्वं. यतोहि घटत्वप्रतियोगितयोः मध्ये अन्यून अनतिरिक्तवृत्तित्वं वर्तते, तदर्थं घटत्वम् इति या अवच्छेदकम् अस्ति तस्मिन् अन्योन अनतिरिक्तवृत्तित्वरूपा अवच्छेदकता अस्ति. प्रतियोगिता अवच्छेद्या घटत्वम् अवच्छेदकं, घटत्वे अन्योन अनतिरिक्तवृत्तित्वरूपावच्छेदकता वर्तते. अधुना वृक्षे कपिसंयोगस्थले कीदृशः अवच्छेदकता वर्तते इति पश्येम. तत्र प्रथमं कार्यम् अस्ति अवच्छेदकं किम्, अवच्छेद्यं किम् इत्यस्य ज्ञानम्. कपिसंयोगः वृक्षे वर्तते, कपिसंयोगः इति गुणः अस्ति, सः वृक्षे वर्तते, अपि च वृक्षे अव्याप्यवृत्तित्वेन वर्तते. नाम वृक्षे अग्रभागे वर्तते, मूलभागे न वर्तते कपिसंयोगः. कपिसंयोगः इति गुणः वृक्षे अग्रभागे एव वर्तते. अत्र अस्मिन् प्रसङ्गे अवच्छेदकं किम्, अवच्छेद्या का? प्रथमतया अवच्छेद्या का इति कोऽपि वदति वा? अवच्छेद्या कपिसंयोगनिष्ठ अधेयता निरूपित वृक्षनिष्ठ अधिकरणता अवच्छेद्या अस्ति. बहु सम्यक् भगिनि. तर्हि सा एव अवच्छेद्या अस्ति यथा भगिनी उक्तं. कपिसंयोग उच्यते, भगिनी वदति वा? कपि संयोगनिष्ठ अधेयता निरूपत वृक्षनिष्ठ अधिकरणता अवच्छेद्या अधिकरणता वृक्षनिष्ठ अधिकरणता इति अवच्छेद्या अस्ति. अस्तु, अत्र यथा घटत्वप्रतियोगितायोः उदाहरणे घटत्वम् इति अवच्छेदकम् आसीत्, अत्र अधिकरणतायाः अवच्छेदकं वृक्षत्वं भवितुमर्हति वा इति प्रश्नः. न, वृक्षत्वं सर्वत्र अस्ति. वृक्षे कपि संयोगः केवलम् अग्रभागे अस्ति, अतः अग्रभाग अवच्छेदकं भवति. अवच्छेदक अग्रभागनिष्ठ अधिकरणता अवच्छेदकता भवति. सत्यम्, अग्रभागे या अधिकरणता अस्ति सा अपि वृक्षनिष्ठ अधिकरणता एव, परन्तु सा अधिकरणता कपिसंयोगेन निरूपिता अस्ति. अपि च तादृशी अधिकरणता वृक्षस्य प्रत्यस्मिन् भागे नास्ति इति प्रथमः अंशः. द्वितीयः अस्ति, तादृशः कपिसंयोगः अपरेषु वृक्षेषु नास्ति खलु. तर्हि वृक्षत्वम् इति साधारणतया न वक्तुं शक्नुमः, यतोहि कपिसंयोगः एकस्मिन् वृक्षे एव अस्ति, वृक्षत्वं तु अपरस्मिन् वृक्षे अपि अस्ति, सर्वेषु वृक्षेषु अस्ति. तर्हि वृक्षत्वम् अवच्छेदकं न भवति इति अस्ति. तर्हि अत्र अवच्छेदकं किम्? अवच्छेदकम् अग्रभाग अग्रभागः हा अग्रभागः इति अत्र अवच्छेदकं कपिसंयोग उदाहरणे अग्रभागः इति अवच्छेदकम् अस्ति. अस्तु, तदनन्तरं द्रष्टव्यमस्ति यत् एतद् अवच्छेदकमस्ति, तस्मिन् या अवच्छेदकता अस्ति सा अवच्छेदकता अन्यून अनतिरिक्तवृत्तित्वरूपा अवच्छेदकता अस्ति न वा इति. अन्य कोऽपि वदति वा तादृशी अवच्छेदकता अस्ति न वा इति? नास्ति. किमर्थम् इत्युक्ते तत्र अवच्छेदकता अवच्छेद्यं मध्ये तत्र द्वयोः मध्ये तत्र समानाधिकरणं नास्ति. तत्र अग्रभागम् इति अवयवः अस्ति, वृक्षः अवयवी अस्ति, अवयवः अवयविनी नास्ति, परन्तु अवयवी अवयवे सन्ति, अवयवे अस्ति. तर्हि अग्रभागः वृक्षे नास्ति, परन्तु तत्र अधिकरणता तु वृक्षे अस्ति, अवच्छेदकं वृक्षे नास्ति, तु तर्हि समानाधिकरणं नास्ति इति. तत्र अन्यून अनतिरिक्त वृत्तिरूप अवच्छेदकता नास्ति. नास्ति, हा सम्यक् अस्ति. तर्हि तथैव अस्ति यथा भगिन्या उक्तम्, अग्रभागः इति अवच्छेदकं कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता अवच्छेद्या. अस्माभिः द्रष्टव्यमस्ति यत् अवच्छेदकम् अवच्छेद्या उभयोः समानाधिकरण्यम् अस्ति न वा इति. तथा तु नास्ति एव. अधिकरणता वृक्षे अस्ति, सा अवच्छेद्या, परन्तु अग्रभागः अवच्छेदकम् अवच्छेदकं तु वृक्षे नास्ति, परन्तु विपरीतत्वेन भवति. वृक्षम् अग्रभागे अस्ति, अवयव अवयविनोः मध्ये सम्बन्धः तादृशः. यथा घटः कपाले वर्तते तथैव वृक्षः अग्रभागे अस्ति, अग्रभागः वृक्षे नास्ति इति कृत्वा अवच्छेदकम् अवच्छेद्या, अनयोः नास्ति समानाधिकरण्यम्. तर्हि अन्यून अनतिरिक्तवृत्तित्व नास्ति तयोः, तदर्थम् अन्यून अनतिरिक्तवृत्तित्वरूपावच्छेदकता अपि नास्ति कपिसंयोगप्रसङ्गे. तत्र नूतनः सम्बन्धः अस्ति, स्वरूपसम्बन्धः इति. स्वरूपसम्बन्धावच्छेदकः भवति अग्रभागः. अग्रभागे या अवच्छेदकता अस्ति सा स्वरूपसम्बन्धरूप अवच्छेदकता अस्ति इति अग्रिमः विषयः अद्यतनः. अस्तु, केन केन आगतं मध्ये, कृपया नामानि उच्यन्ताम्. भगिनी अहं सावित्री. ओ सावित्री भगिनी, अस्तु. अनन्तरं जनद्वयेन वा त्रयेण वा आगतम्? लक्ष्मी अस्मि भगिनि. अस्तु, लक्ष्मी भगिनि. अनन्तरम् अन्य कोऽपि? अजितमहोदय अस्ति वा? अस्तु तर्हि सरला भगिनी, अखिला भगिनी, राजेन्दर् महोदय, वर्धिनी भगिनी, सावित्री भगिनी, लक्ष्मी भगिनी. अन्य कोऽपि अस्ति किम्? अस्तु तर्हि अधुना अग्रे करपत्रात् पठेम. एतावता यत् चर्चितं तत् सर्वेषां मनसि स्पष्टम् अस्ति इति चिन्तयामि. अत्र कोऽपि प्रश्नः वा अन्यूनानतिरिक्तवृत्तित्वस्य विषये? अस्तु तर्हि अग्रे सरेम. सरला भगिनी आरब्धुम् इच्छति वा करपत्रे? अवच्छेदकम् इत्यस्मिन् भागे अन्तिमभागः अस्ति. ध्येयं यत् अवच्छेदकता द्विविधा, अन्यूना नतरिक्ति वृत्तित्वरूपा अवच्छेदकता, स्वरूपसम्बन्धरूपा अवच्छेदकता च. अग्र अवच्छेदेन कपि संयोगः इति अत्र संयोगनिष्ठ आधेयता निरूपित वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदक अग्रदेशः. अत्र अग्रदेशनिष्ठा अवच्छेदकता स्वरूपसम्बन्धरूपा. घटे विद्यमाना या अभावीया प्रतियोगिता तत् अवच्छेदकं भवति घटत्वं. तत्र विद्यमानम् अवच्छेदकत्वम् अन्यूनानतरिक्ति वृत्तित्वरूपं. प्रतियोगितायाः अन्यून अनतिरिक्तिवृत्ति घटत्वरूपधर्म तत्र अवच्छेदकः. अत्र वृक्षे केवलं स्वरूपसम्बन्धरूपा रूप अवच्छेदकत्वम् अग्रदेशस्य. अन्यून अनरिक्तवृत्तित्वं नाम यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम्, यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता. व्याप्त्वे सति व्यापकत्वम्. अत्र वृक्षे तु समानाधिकरणकरणम् अपि वक्तुं न शक्यते. यत्र यत्र कपि संयोगनिरूपित अधिकरणता वृक्षे तत्र तत्र अग्रभागः अस्ति वा नास्ति. तर्हि अग्रभागस्य अन्यून अनतिरिक्तिवृत्तित्वं नास्ति, समानाधिकरणं अपि नास्ति. अतः स्वरूपसम्बन्धरूप अवच्छेदकत्वम् इति एव वक्तव्यं, न तु व्याप्त्वे सति व्यापकत्वरूप अवच्छेदकत्वम्. अस्तु, आरम्भतः खण्डशः पठित्वा उच्यतां भगिनि. अन्यून अनरिक्ति वृत्तित्वरूप अवच्छेदकता वयं अग्रे पठामः. अन्यून अनतिरिक्तवृत्तित्वरूपावच्छेदक अवच्छेदकता एतावता अस्माभिः दृष्टम्. अग्रे नूतनः बिन्दुः अस्ति स्वरूपसम्बन्धरूपावच्छेदकता. अग्र अवच्छेदेन कपि संयोगः इति अत्र संयोगनिष्ठ आधेयता निरूपत वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदक अग्रदेश. कपि संयोग वृक्षस्य अग्रदेशः अस्ति. अग्रदेशः अवयव अस्ति, वृक्ष अवयवी अस्ति. सो वृक्ष अग्रदेशे भवति तस्य इति. अतः अग्रदेशः अवच्छेदक भवति. कस्य अवच्छेदक? कपि संयोगस् निष्ठ आधेयता निरूपित वृक्षनिष्ठ अधिकरणतायाः अवच्छेदक अग्रदेश भवति. अत्र अग्रदेशनिष्ठावच्छेदकता स्वरूपसम्बन्धरूपा, तस्य अवच्छेदकता नाम अस्ति स्वरूपसम्बन्धरूपा अवच्छेदकता। घटे विद्यमाना या अभावीया प्रतियोगिता तत् अवच्छेदकं भवति घटत्वम् इति। अत्र घट कपिसंयोग घटस्य उदाहरणं देति, कः भेदम् अस्ति कपिसंयोगनिष्ठाधेयता वा घटे विद्यमानप्रतियोगिता। घटे विद्यमानप्रतियोगिता तत् घटस्य अभावप्रतियोगिता या अधेयता अस्ति, तत् तस्य अवच्छेदकं घटत्वम् अस्ति। तत् विद्यमान घटत्वं घटे सर्वत्र अस्ति। घटत्व प्रतियोगितायाः अधिकरणं घटम् अस्ति। तर्हि तस्य अवच्छेदकता नाम अस्ति अन्यूना नतरिक्त वृत्तित्व रूपम्। अन्योना अनतिरिक्त वृत्तित्व रूपम्। अस्तु अग्रे अग्रे अग्रे प्रतियोगितायाः अन्यूना अनरिक्ति वृत्ति घटत्वरूपधर्म तत्र अवच्छेदक अवच्छेदक अस्ति अन्यूना अनरिक्ति वृत्ति, तस्य घटत्व तस्य धर्म भवति। न अत्र प्रश्नः अस्ति अन्योना वृत्तिः अनतिरिक्तवृत्तिः किम् इति। अस्तु तस्य उत्तरमस्ति प्रतियोगिता अन्यूनवृत्तिः अनतिरिक्तवृत्तिः, तथैव घटत्वम् अपि अन्यूनवृत्तिः अनतिरिक्तवृत्तिः, उभयोः अन्यून अनतिरिक्तवृत्तिः अस्ति। प्रतियोगिता घटत्वम् अपि उभयोः द्वयो अन्यून अनरिक्ति रिक्तिवृत्ति घट वृत्तित्वम् अस्ति। वृत्तिः इत्युक्ते किं? वृत्तिः आधेयता अस्ति रे। हा हा हा वृत्तिः इति आधेयः, वृत्तित्वम् आधेयता। अस्तु भगिनि अग्रे। अत्र वृक्षे केवलं स्वरूपसम्बन्धरूपा अवच्छेदकत्वम् अग्रदेशस्य। सो अग्रदेश देशे या अधिकरणता अस्ति सा अधिकरणता अग्रदेशे अधिकरणता एकनिमिष अग्रदेशे अधिकरणता अस्ति वा अथवा अवच्छेदकता अस्ति वा? तस्य अधिकरणता नाम अवच्छेदकता भवति। न न अधिकरणता भिन्नम् अवच्छेदकता भिन्नम्। वृक्ष अग्रदेशः तत्र पश्यामश्चेत् वृक्षः अग्रदेशे वर्तते खलु, तर्हि अधिकरणम् अग्रदेशे अधिकरणता सत्यम् अधिकरणता अस्ति, वृक्षस्य अधिकरणता अस्ति, परन्तु अग्रदेशे या अवच्छेदकता अस्ति सा अवच्छेदकता कं प्रति? कपिसंयोगप्रति अस्ति। कपिसंयोगनिष्ठाधेयता निरूपितवृक्षनिष्ठाधिकरणता प्रति तं प्रति अस्तु। सो सा अवच्छेदकता नाम स्वरूपसम्बन्धरूप अवच्छेदकता अस्ति, तस्मै तस्यै अस्ति अवच्छेदकत्वं धर्म, स्वरूपवच्छेदकत्वम् अस्ति। अन्यूना अनतिरिक्तिवृत्तित्वं नाम यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं, यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता। भवती अग्रे एतत् उक्तवती रे। व्यापत्वे सति व्यापकत्वं भगिनी, एतत् अहं न समीचीनम् अवगच्छामि। व्यापत्वे सति व्यापकत्वं व्याप्यत्वे सति व्यापकत्वं अत्र अग्रे अपि अस्ति व्यापकम् इत्युक्ते किं, व्याप्यम् इति इत्युक्ते किम् इति सर्वम् अस्ति. व्यापकम् इत्युक्ते यः व्याप्नोति सः व्यापकः, अस्तु. तस्मिन् व्यापकत्वम् अस्ति. व्याप्यः, व्यापकेन यः व्याप्यते सः व्याप्यः, तस्मिन् व्याप्यत्वम् अस्ति. वस्तुतः यत्र व्याप्यत्वं व्यापकत्वम् उभौ स्तः तत्र अन्योन अनतिरिक्तवृत्तित्वरूप अवच्छेदकता वर्तते. अत्र प्रतियोगिता अपि च घटत्वम् इति पश्यन्ति चेत् प्रतियोगिता घटत्वम् उभौ अपि घटं व्याप्य भवतः खलु. घटे घटे सर्वदेशे घटे भवति, तस्य व्याप्य भवति. सत्यम्, आवरणं कृत्वा तिष्ठति इति व्याप्नोति. तर्हि अन्योन अनतिरिक्तवृत्तित्वम् इत्युक्ते किं, व्याप्यत्वे सति व्यापकत्वम् इति तस्य लक्षणवाक्यम्. सो यः व्याप्नोति तः व्यापक भवति, व्यापकः येन यः व्याप्यते व्यापकेन सः व्याप्यः, तस्मिन् व्याप्यत्वम् इति अस्ति. अहं देवः सर्वव्यापकः अस्ति नाम सत्यं, व्यापकः इत्युक्ते आवरणं कृत्वा भवति इति, सर्वत्र आवरणं कृत्वा तिष्ठति इति व्याप्नोति. बुद्धम्? अस्तु अस्तु. अन्यूनानितिरिक्तवृत्तित्व सन्दर्भे एतादृशस्थितिः, एतादृशी स्थितिः भवति, व्याप्यत्वे सति व्यापकत्वम् इति. परन्तु वृक्षत्वे, वृक्षस्य कपि संयोगस्य परिस्थित्यां किं किं भवति? वृक्षत्वं सर्वत्र अस्ति किन्तु कपित्संयोग सर्वत्र नास्ति, तथैव व्याप्यवृत्ति सर्वत्र नास्ति. तस्य गुण कपिसंयोगगुणस्य व्याप्यवृत्ति सर्वत्र नास्ति. अस्तु, अग्रे पठतु. अत्र वृक्षे, अत्र वृक्षे तु समानाधिकरणं करणी अपि वक्तुं न शक्यते. सो वृक्षे समानाधिकरणं नास्ति. समानाधिकरण्यं नास्ति कपित् संयोगनिष्ठ अधेयता निरूपत अधिकरणता अग्रदेश अवच्छेदकतायोः. अग्रदेशः अवच्छेदकः, तयोः समानाधिकरण्यं नास्ति. यत्र यत्र कपित् संयोगनिरूपत अधिकरणता वृक्षे तत्र तत्र अग्रभाग अस्ति वा नास्ति, एतत् प्रश्नः अस्ति. तर्हि अग्रभाग्यस्य अन्यूना अनतिरिक्तिवृत्तित्वं नास्ति. कारणं कि अग्रभाग्यस्य अग्रभागे या अवच्छेदकता अस्ति तस्य अधिकरणम् अग्रभागः अस्ति, किन्तु कपित् संयोगनिष्ठ अधिकरणता कपिसंयोगनिष्ठ अधेयतानिष्ठ वृक्षनिष्ठ अधिकरणता तस्य अधिकरण वृक्षे अस्ति. सो तस्य द्वयोः तस्य अधिकरणं वृक्षः अस्ति, परन्तु अग्रभागस्य अधिकरणं वृक्षः नास्ति. नास्ति. सो तयोः भिन्न अधिकरणं भवति. तर्हि एता अवच्छेदकता अन्यूना अनतिरिक्तिवृत्तित्व अधिच्छेद नास्ति. तर्हि तस्य नाम किम्? तस्य नाम स्वरूपसम्बन्धरूप अवच्छेदकत्वम् इति एव अस्ति. अस्तु, अन्तिमं वाक्यं पठतु भगिनि. इति एव वक्तव्यं न तु व्याप्त्वे सति व्यापक व्यापकत्वरूप अवच्छेदकत्वम्. अस्तु, इति बुद्धं स्यात्, इदानीमेव चर्चितवन्तः. व्याप्यत्वे सति व्यापकत्वम् इत्युक्ते अन्यून अनतिरिक्तवृत्तित्वं, न तु स्वरूपसम्बन्धावच्छेदक तादृशं नास्ति, न्यूनानतिरिक्तं नास्ति. अस्तु अग्रे पठतु. पूर्वम् उक्तं यत् घटत्व आदिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूल अग्रनिष्ठं भिन्नम्. तथैव पुनः लिखितमस्ति. इदानीं तत् कथम् अस्ति इति स्पष्टं स्यात् एकवारं स्वरशब्दैः कथनेन समीचीनम् अभ्यासः स्यात् इति वयं कृतवन्तः इदानीमेव. स्वशब्दैः अपि उक्तवन्तः, अपि च इदमपि ज्ञातवन्तः यत् घटत्वनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकं मूलाग्रनिष्ठं भिन्नमस्ति. भिन्नमस्ति. अस्तु, एतावता स्पष्टः अस्ति वा सर्वं? अत्र कोऽपि प्रश्नः? अस्तु तर्हि अग्रे सरेम. अखिला भगिनी अग्रे पठति वा? आं भगिनि. पारिभाषिकशब्दपरिष्कारः. घटे विद्यमानघटत्वप्रतियोगितयोः समानाधिकरणं करणीयम्. अतः अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं घटत्वे, अवच्छेदकं घटत्वं, तच्च अन्यून अनतिरिक्तवृत्ति भवति. तस्मिन् घटत्वे विद्यमाना अवच्छेदकता कीदृशी इति चेत् अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता. प्रतियोगिता यत्र यत्र अस्ति तत्र तत्र घटत्वं, यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता. इत्यनेन घटत्वं प्रतियोगितां प्रति अन्यूनवृत्ति अनतिरिक्तवृत्ति च उभयमपि. तदेव उक्तं घटत्वं प्रतियोगितां प्रति अन्यून अनतिरिक्तवृत्ति. तर्हि घटत्वनिष्ठ अवच्छेदकता कीदृशस्वरूपं प्राप्नोति? अन्यून अनतिरिक्तवृत्तिरूपम्. आहत्य घटत्वम् अन्यून अनतिरिक्तवृत्ति, तस्मिन् अन्यून अनतिरिक्तवृत्तिरूप अवच्छेदकता. तत्र घटप्रतियोगितायोः समानाधिकरणीयम् अस्ति इति पूर्वं दृष्टवन्तः. तर्हि तत्र घटत्वे अन्यून अनतिरिक्त वृत्तिरूप अवच्छेदकत्वम् अस्ति इति अपि वक्तुं शक्नुमः. तत् किं, तत् कथम् इत्युक्ते तत्र घटत्वम् अस्ति अवच्छेदकं, यत्र यत्र घटत्वम् अस्ति तत्र तत्र प्रतियोगिता अस्ति, यत्र यत्र प्रतियोगिता अस्ति तत्र तत्र घटत्वम् अस्ति. तर्हि तत्र अन्यून तत्र अन्यूनवृत्ति अनतिरिक्तवृत्तिद्वयमपि घटत्वं घटत्वे अस्ति. तर्हि तत्र घटत्वनिष्ठ अवच्छेदकता कीदृशी इति पश्यामः चेत् तत्र अन्यून अनतिरिक्त वृत्तिरूप अवच्छेदकता अस्ति. किमर्थं चेत् तत्र घटत्वे अन्यून अनतिरिक्तवृत्ति अस्ति इति कारणात्. तदस्ति, परन्तु कं प्रति का अन्यूनवृत्तिः इति अपि उक्तं खलु अत्र किञ्चित्. आम् आम् आम्, तत्र प्रतियोगितां प्रति घटत्वं तत्र अन्यूनवृत्ति अनतिरिक्तवृत्ति. तथैव तत्र घटत्वं प्रतियोगितां प्रति अन्यून अनतिरिक्तवृत्ति इति उक्तं. तदेव घटत्वनिष्ठ अवच्छेदकता इति यद्वदामः तद् अन्यून अनतिरिक्त अनतिरिक्तवृत्तिरूप अवच्छेदकता इति भवति. हा, इति अस्ति, उभयोः तादृशसम्बन्धाः अस्ति, एकं प्रति अपरः अन्यूनवृत्तिः इति अस्ति, म्यूचुलि एक्स्क्लूसिव् इति न भवन्ति भवतः उभौ अपि. तर्हि तदर्थं यथा भगिन्या उक्तं, तदर्थमेव तयोः अन्यून अनतिरिक्तवृत्तित्वम् इति उच्यते, अपि च अन्यून अनतिरिक्तवृत्तित्वरूपावच्छेदकता अस्ति घटत्वे. अस्य विषयस्य इतोपि स्पष्टीकरणार्थम् अग्रे उदाहरणानि दीयन्ते. तत् पठामः। राजेन्द्रमहोदय अग्रे पठति वा? आम् भगिनि। यथा गन्धवती पृथ्वी, गन्धः पृथ्व्यां, पृथ्व्याः असाधारणधर्मः गन्धत्वं, तत्र गन्धनिष्ठ आदेयता निरूपित अधिकरणता पृथ्व्यां विद्यमाना अधिकरणता अवच्छेद्या पृथ्वीत्वम् अवच्छेदकं, तर्हि पृथ्वीत्वनिष्ठ अवच्छेदकता कीदृशी इति चेत् अन्योन्या अनतिरिक्तवृत्तित्वरूपा। पृथ्वीत्वम् अवच्छेदकम् अन्योन्या अनतिरिक्तवृत्ति, ततः उपरि गमनार्थम् अवच्छेदक योगत्वम् इति भवति, अतः अन्योन्या अनतिरिक्तवृत्ति योगत्वम् इत्यपि भवति। पूर्वं वयं पठितवन्तः गन्धवती पृथ्वी, अर्थात् गन्धः पृथ्व्यां गन्धः अस्ति, सः गन्धः तु पृथ्व्याः असाधारणधर्मः अस्ति, गन्धत्वं तत् पृथ्व्याः असाधारणधर्मः अस्ति। गन्धनिष्ठ आदेयिता निरूपित अधिकरणता पृथ्व्याम् अस्ति, अधिकरणता अवच्छेद्या पृथ्वीत्वम् अवच्छेदकं, पृथ्वीत्वम् अपि पृथ्व्याम् अस्ति, गन्धनिष्ठ आदेयिता निरूपित अधिकरणता अपि पृथ्व्याम् अस्ति, तर्हि समान अधिकरणं भवति। तत्कारणात् तत् वक्तुं शक्नुमः यथा घटे विद्यमानघटत्वं प्रतियोगितायाः पूर्वं दृष्टवन्तः, तत्र अन्योन्या अनतिरिक्तवृत्तिरूपः अस्ति, यथा गन्धनिष्ठ आधेयिता एवं पृथ्वीत्वं समानधिकरणम् अस्ति, तादृशी तत्र अपि अन्योन्या अनतिरिक्तवृत्तिरूपः अस्ति। पृथ्वीत्वम् अवच्छेदकम् अन्योन्या अनतिरिक्तवृत्ति, ततः अवच्छेदक उपरि गमनार्थं अवच्छेदकत्वम् अन्योन्या अनतिरिक्तवृत्तित्वं वृत्तित्वं पृथ्व्याम् अस्ति। केवलं पुनः पुनस्मरणार्थम् अत्र उक्तं त्वं योजनेन उपरि गमनं भावः निष्पद्यते इति कृत्वा। अस्तु, पुनः एकवारं वदतु महोदय, अत्र अवच्छेदकं किम्? अवच्छेद्या का? अत्र गन्धः तु पृथ्व्याः अवच्छेदकम् अस्ति, गन्धनिष्ठ आदेयता निरोधीकरणता पृथ्व्याम् अस्ति। केवलम् इदं वदतु, अवच्छेदकं किम्? अवच्छेद्या का? गन्धनिष्ठ आदेयता अवच्छेदकम् अवच्छेद्य, हा, गन्धनिष्ठ आधेयता निरूपित अधिकरणता इति यदस्ति तत् सर्वं तादृशी अधिकरणता अवच्छेद्या। अस्तु, अवच्छेदकं अवच्छेदकं पृथ्वीत्वम् अवच्छेदकं, सम्यक् अस्ति। तथैव घटत्वम् अपि च घटत्वे विद्यमाना प्रतियोगिता इति अस्ति अवच्छेदक अवच्छेद्यभाव। पुनः स्मरणार्थम् इतोपि एकवारं वदति वा, कपि संयोगः इत्यस्मिन् इत्यस्य प्रसङ्गे अवच्छेदकं किम्? कपिसंयोग तत्र अवच्छेदकं तु अस्य अग्रभागः, अग्रभागः अवच्छेद्य अस्ति, तथैव अस्ति, यथा गन्धनिष्ठ आधेयता तथैव कपिसंयोगनिष्ठ कपिसंयोगनिष्ठ आदेयिता निरूपित अधिकरणता इति सर्वम् अधिकरणता या वृक्षे अस्ति सा अवच्छेद्या अस्ति, अपि च अग्रभागः अवच्छेदकं, परन्तु तत्र अन्योन अनतिरिक्तवृत्तित्वं नास्ति इति मनसि, सत्यं, सम्यक् अस्ति, तदैव मुख्यः अंशः अस्ति। अस्तु, अग्रे वर्धिनी भगिनी पठति वा? आं भगिनि। पुनः गन्धः कुत्र? पृथिव्याम्। अतः गन्धनिष्ठ आधेयता निरूपित अधिकरणता पृथिव्याम्, तर्हि अधिकरणतायाः अवच्छेदकं पृथिवीत्वं किमर्थम् एवम् उक्तम् इति चेत् यत्र यत्र गन्धनिष्ठ अधेयता निरूपित अधिकरणता अस्ति तत्र तत्र पृथिवीत्वम् अस्ति यत्र यत्र च पृथिवीत्वम् अस्ति तत्र तत्र गन्धनिष्ठ अधेयता निरूपित अधिकरणता अस्ति दृष्टान्ते गन्धनिष्ठ अधेयता निरूपित अधिकरणता अस्ति नीलोत्पलपुष्पे तत्रापि पृथिवीत्वम् अस्ति घटपटादौ यत्र यत्र पृथिवीत्वं तत्र तत्र गन्धनिष्ठ अधेयता निरूपित अधिकरणता अस्ति तर्हि गन्धनिष्ठ अधेयता निरूपित अधिकरणतायाः अन्यून अनतिरिक्तवृत्ति अस्ति पृथिवीत्वम् गन्धः कुत्र अस्ति चेत् पृथिव्यां गन्धः अस्ति तत्कारणात् गन्धनिष्ठ अधेयता निरूपित अधिकरणता पृथिव्याम् अस्तु गन्धनिष्ठ एकनिमिष गन्धनिष्ठ अधेयता निरूपित अधिकरणता अस्ति पृथिव्याम् अपि च सा किम् अस्ति सा अवच्छेद्या अस्ति वा अवच्छेदकम् अस्ति वा गन्धनिष्ठ अवच्छेदकम् अग्रिमवाक्यं पठतु तर्हि अत्र गन्धनिष्ठ अधेयत गन्धः पृथिव्याम् अस्ति सत्यम् अग्रिमवाक्यं पठतु तर्हि अधिकरणतायाः गन्धनिष्ठ अधेयता निरूपित अधिकरणता पृथिव्यां तर्हि अधिकरणतायाः अवच्छेदकं पृथिवीत्वम् अस्तु इदानीं वदतु अवच्छेदकं किं पृथिवीत्वं हा पृथिवीत्वम् अवच्छेदकम् अवच्छेदकम् अवच्छेदकं पृथिवीत्वम् अवच्छेद्या का अवच्छेद्या गन्धः गन्धः नास्ति राजेन्द्रमहोदय किञ्चित् साहाय्यं करोति वा गन्धनिष्ठ आदेयता निरूपित अधिकरणता अवच्छेद्या अस्ति इति अस्ति बुद्धम् अस्तु अग्रे उच्यताम् यत्र यत्र गन्धनिष्ठ अधेयता निरूपित अधिकरणता अस्ति तत्र तत्र पृथिवीत्वम् अस्ति यत्र यत्र पृथिवीत्वम् अस्ति तत्र तत्र गन्धनिष्ठ अधेयता निरूपित अधिकरणता अस्ति अस्तु यथा घटे घटत्वं प्रतियोगिता तादृशी एव स्थितिः अत्रापि तादृशी स्थितिः नीलोत्पलपुष्पे अस्ति तत्रापि पृथिवीत्वम् अस्ति घटपटादौ पृथिवीत्वं यत्र यत्र पृथिवीत्वं तत्र तत्र गन्धनिष्ठ अधेयता निरूपित अधिकरणता अस्ति केवलं प्रदर्शनार्थं यत् यत्र यत्र पृथिवीत्वं तत्र तत्र गन्धः अपि च तत्र तत्र गन्धनिष्ठ अधेयता निरूपित अधिकरणता तर्हि विश्वे यावतः पृथ्व्यः सन्ति पृथ्वी अंशः यत्र कुत्रापि भवति तत्र तत्र एतादृशी अधिकरणता भवति एव गन्धनिष्ठ आदेयता निरूपित अधिकरणता परन्तु कपिसंयोगः वृक्षः तयोः तादृशसम्बन्धः नास्ति खलु बहवः वृक्षाः सन्ति तत्र सर्वत्र कपिसंयोगः इति नास्ति तर्हि कपिसंयोगः वृक्षे एव अस्ति कपिसंयोगः वृक्षत्वं कपिसंयोगः तयोः मध्ये यत्र यत्र तत्र तत्र इति सम्बन्धः न भवति एव यथा गन्धपृथ्व्योः अथवा घटघटत्वयोः मध्ये अस्ति तादृशं न भवति अस्तु अग्रे गन्धनिष्ठ अधेयता निरूपित अधिकरणतायाः अन्यून अनतिरिक्तवृत्ति अस्ति पृथिव्याम् पृथिवीत्वम् अधिकरणतां प्रति पृथिवीत्वम् अन्योन अनतिरिक्तवृत्तिः अस्ति इति स्पष्टमस्ति स्पष्टमस्ति अस्तु तर्हि अग्रे सावित्री भगिनी पठति वा आं भगिनि अन्योन अनतिरिक्तवृत्ति इत्युक्ते व्याप्यम् अपि व्याप्यमपि अस्ति व्यापकम् अपि अस्ति पृथ्वीत्वं तस्याः अधिकरणतायाः अवच्छेदकं किं निरूपित अधिकरणतायाः गन्धनिष्ठ अधेयतानिरूपित अधिकरणतायाः तर्हि पृथ्वीत्वम् अवच्छेदकं तच्च कीदृशम् अन्यून अनतिरिक्तवृत्ति अतः अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं पृथ्वीत्वे अस्ति अत्र व्याप्यत्वे सति व्यापकत्वम् इति उच्यते अन्यून अनतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसन्धत्ते इति नियमः अनेन अन्यून अनतिरिक्तवृत्तित्वम् इत्यस्मिन् वृत्तित्वम् उभयत्रापि अन्वेति अन्यूनवृत्तित्वम् अनतिरिक्तवृत्तित्वम् इति अन्यून अनतिरिक्तवृत्ति इत्युक्ते व्याप्यम् अपि अस्ति व्यापकम् अपि अस्ति एवं वक्तुं शक्नुमः वा यत्र आधेयतायाः अधिकरणमस्ति तत्र आधेयता साम्येन सर्वत्र भवति अधिकरणे इति एव मम अपि अवगमनमस्ति व्याप्यम् इत्युक्ते तथैव भवतु इति पृथ्वीत्वं तस्याः अधिकरणतायाः अवच्छेदकम् एतस्मिन् सन्दर्भे पृथ्वीत्वम् अधिकरणतायाः अवच्छेदकम् इत्युक्ते अधिकरणमस्ति पृथ्वी पृथ्वीत्वं तस्य धर्मः अस्ति पृथ्वीत्वम् अधिकरणतायाः अवच्छेदकम् किं निरूपित अधिकरणतायाः गन्धनिष्ठ अधेयतानिरूपित अधिकरणतायाः स्पष्टमस्ति इति मन्ये तत्र तर्हि पृथ्वीत्वम् अवच्छेदकं तच्च कीदृशं पृथ्वीत्वम् अवच्छेदकं कीदृश अवच्छेदकम् इति प्रश्नः अस्ति अन्यून अनतिरिक्तवृत्तिः अन्यून अपि अस्ति अनतिरिक्त अपि अस्ति अधेयता सर्वत्र भवति अधिकरणे अतः अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं पृथ्वीत्वे अस्ति अत्र व्याप्यत्वे सति व्यापकत्वम् इति उच्यते व्यापकम् अधेयता भवति व्याप्यम् अधिकरणता भवति अन्यून अनतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः अन्यूनवृत्तित्वम् अपि च अनतिरिक्तवृत्तित्वं द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसन्धत्ते इति नियमः अभिसन्धत्ते इति अहं न जानामि भगिनि तत्र अग्रिमवाक्ये उक्तम् अन्वयं भवति इति अनेन अन्यून अनतिरिक्तवृत्तित्वम् इत्यस्मिन् वृत्तित्वम् उभयत्रापि अन्वेति आम् तदेव अन्यूनवृत्तित्वम् अपि च अनतिरिक्तवृत्तित्वम् वृत्तित्वं द्वौ स्थाने अपि अर्थः भवति इति मन्ये अन्यूनवृत्तित्वम् अनतिरिक्तवृत्तित्वम् इति तदेव उक्तं पुनः सम्यगस्ति तथैव अस्ति अत्र कोऽपि प्रश्नः अस्ति वा स्पष्टं स्यात् इति मन्ये यथा भगिन्या उक्तं व्यापकं व्याप्यम् उभयोः एकत्र विद्यमानत्वं भवति, तादृशम् एव अस्ति अन्योन अनतिरिक्तवृत्तित्वम्. तत्र किं तत्र व्याप्यम् इत्युक्ते अधिकरण यत् अधिकरणम् अस्ति तत् व्यापकत्वम् इत्युक्ते यत् अवच्छेदकत्वम् अस्ति तद्वा? न व्याप्यः इत्युक्ते यः व्याप्यः भवति केनचित्. तर्हि यथा भगिन्या उक्तं अधिकरणं व्याप्यं भवति केन केन केनापि. अत्र अस्ति पृथ्वीत्वम् इति धर्मेण अथवा गन्धः इति गुणेन. पृथ्वीत्वं गन्धः इत्यादिकं व्यापकानि भवन्ति इति मन्ये, यतोहि अधिकरणे सर्वत्र भवन्ति इति. वदतु. अस्तु, तत्र व्याप्यम् इत्युक्ते अधिकरणं. सत्यं. व्यापकत्वम् इत्युक्ते अवच्छेदकत्वं. व्यापकम् इत्युक्ते अवच्छेदम् अवच्छेदकम्. व्यापकम् इत्युक्ते केवलम् अवच्छेदकम् इति न, यः कोऽपि व्याप्नोति सः व्यापकः खलु. पृथिवीं पृथिवीत्वं व्याप्नोति, पृथिवीं गन्धः व्याप्नोति इति. गन्धः पृथिव्याम् एकदेशे नास्ति, सर्वां पृथिवीं व्याप्नोति गन्धः. तर्हि गन्धः अपि व्यापकः, पृथिवीत्वम् अपि व्यापकः भवति. तर्हि एतत् वक्तुं शक्नुमः वा, तत्र यद् अवच्छेदकम् अस्ति तद् व्यापकम्. सत्यं, भवत्याः वाक्यं सत्यमेव अस्ति, परन्तु व्यापकम् इत्यस्य अर्थः सीमितं नास्ति इति अहं चिन्तयामि. तावदेव. अस्तु, अग्रे लक्ष्मी भगिनी. एक अत्र व्याप्यत्वे सति व्यापकत्वम् अहं वयं पृथ्व्यां सति पृथ्वीत्वम् असि किञ्चित् तथैव वक्तुं शक्नुमः. सत्यं, परन्तु पृथिव्यां सत्यं तदपि अस्ति. व्याप्यत्वे सति व्याप्यः कः? पृथ्वीत्वे सति पृथ्वीत्वं तथा स्यात्. अस्तु, अग्रे लक्ष्मी भगिनी पठति वा? आं भगिनि, निमित्तत्वम् इत्युक्ते श्रूयते किं? श्रूयते, श्रूयते. अन्यवृत्तित्वम् इत्युक्ते न्यूनवृत्तिः नास्ति, न्यूनदेशे न भवेत्. न्यूनदेशे न भवेत् इत्युक्ते व्यापकं भवेत्. यथा धूमपेक्षया वह्निनः न्यूनदेशे तु न भवति, अर्थात् व्यापकः. एवमेव अनतिरिक्तवृत्तित्वम् इत्युक्ते अतिरिक्तवृत्तिः नास्ति, अतिरिक्तदेशे न भवेत्. गन्धनिष्ठ आधेयता निरूपित अधिकरणतयाः अनतिरिक्तवृत्तिः नाम अतिरिक्ते पृथित्वशून्ये जलादौ नास्ति एतादृशी अधिकरणता. गन्धनिष्ठ आधेयता निरूपित अधिकरणता शून्यं किम् अस्ति? जलादिकं. तत्र च पृथित्वं नास्ति. तदेवम् उक्तं व्याप्यत्वे तदेव उक्तं व्याप्यत्वे सति व्यापकत्वम्. अन्यूनम् अनतिरिक्तम् अन्तिरिक्तं वा अनतिरिक्तं वा अत्र? अस्तु, अनतिरिक्तम् इत्याभ्यां व्यापकं व्याप्यं च. अस्तु, अत्र अन्यूनवृत्तित्वम् इत्युक्ते इत्युक्ते न्यूनदेशे न भवेत्, अर्थात् व्यापकं यदा भवती पूर्वम् उक्तवती व्यापकं भवेत्. व्यापकं भवेत् इत्युक्ते तत्र अधिकरणता व्यापकमस्ति खलु, अधिकरणता अधिकरणे व्याप्य तिष्ठति, अधिकरणं व्याप्य तिष्ठति. नाम न्यूनदेशे न भवेत् इत्युक्ते एका पृथ्वी अस्ति चेत् अथवा एका उत्पीठिका अस्ति चेत् उत्पीठिकायां न्यूनदेशे एकस्मिन् देशे एव गन्धः इति नास्ति खलु? सर्वाम् उत्पीठिकां व्याप्य तिष्ठति, न्यूनदेशे न वर्तते इति. यथा धूमपेक्षया वह्निनः न्यूनदेशे तु न भवति. धूमः तु सर्वत्र भवति, वह्नि अग्नि अपेक्षया. अत्र वाक्यं पठतु. यथा धूमापेक्षया वह्निः न्यूनदेशे न भवति. वह्नि न्यूनदेशे तु न भवति. ओ अस्तु, अहम् अस्तु. वह्नि इत्युक्ते अग्नि खलु, अग्नि न्यूनदेशे न भवति. धूम अपेक्षया धूमः तु सर्वत्र भवति खलु? न भगिनि, वह्नि इति अग्निः भवति सर्वत्र, परन्तु धूमः इति धूमः कदाचित् अग्नेः अपेक्षया बृहत् भवति वा? अधिकाधिकं यावत् अग्निः तावत् धूमः इति एव अत्र सूचितं. वह्निः न्यूनदेशः न भवति इति. अर्थात् व्यापकः नाम बृहान् अस्ति. वह्नेः प्रदेशः बृहान्, तर्हि सः व्यापकः. धूमः तु वह्नेः कारणेन एव भवति. ओ अस्तु भगिनि, इत्युक्ते एकमपि वक्तुं शक्नुमः वा, तत्र यत्र वह्नि नास्ति तत्र धूमः न भवति, तर्हि धूमः वह्नि अपेक्षया न्यूनदेशः इति? तत्र कारणकार्यभावः तु अस्ति वह्नि धूमानयोः मध्ये, परन्तु न्यूनदेशः इति वक्तुं केवलं तथा नास्ति खलु. इदानीम् उदाहरणम् अग्रे अपि अस्ति. उदाहरणत्वेन पृथ्वीत्वं द्रव्यत्वं, पृथ्वी एकं द्रव्यम् अस्ति खलु. अत्र वह्नि मीन्स् तेजस् भवति, द्रव्य तेजस् द्रव्य. वह्नि इत्युक्ते अग्निः. अग्निः तेजस्य प्रतीकम् अस्ति न? सत्यं तेजस् तेजस् द्रव्यं भवत् बहुत देशे भवति. हा इति अपि सत्यं, परन्तु अखिला भगिन्याः प्रश्नः आसीत् वह्नेः कारणेन एव धूमः जायते, तदर्थं वह्निः न्यूनदेशवृत्तिः न स्यात् इति प्रश्नः इति भाति खलु अखिला भगिनी? आम्, कारणकार्यभावम् इति न, परन्तु तत्र वह्न्याः अभावः अस्ति चेत् तत्र धूमः भवितुमेव न अर्हति. तदपि सत्यं, तदपि सत्यमेव. तत्तु सत्यं, परन्तु तस्मात् एव कारणेन वह्निः न्यूनदेशवृत्तिः नास्ति इति वा इति प्रश्नः चेत् तत्र तथा प्रायः न वक्तुं शक्नुमः, यतोहि इदानीं पृथ्वी अथवा द्रव्यम् अनयोः मध्ये तादृशकारणकार्यभावः नास्ति खलु. परन्तु एकः न्यूनदेशवृत्तिः, अपरः अधिकदेशवृत्तिः इति एव अस्ति. यः कोऽपि अधिकदेशवृत्तिः अस्ति सः व्यापकः इति सारांशः अस्ति. तावदेव, वह्निः व्यापकः. अस्तु, एवमेव अनतिरिक्तवृत्तित्वम् इत्युक्ते अतिरिक्तवृत्तिः नास्ति, अतिरिक्तदेशे न भवेत्. इत्युक्ते व्यापकः न भवेत् खलु? न, अतिरिक्तदेशे न भवेत् इत्युक्ते इदानीं गन्धः पृथ्वी इति, गन्धः पृथ्वीम् अतिरिच्य अन्यत्र न भवेत्. ओ अस्तु, ओ अस्तु इत्येव अस्ति. अतिरिक्तदेशे नाम पृथ्वीं त्यक्त्वा गन्धः न भवति, पृथ्वीप्रदेशं त्यक्त्वा अन्यत्र गन्धः न भवति, तदेव अत्र अस्ति अनतिरिक्तवृत्तित्वम् इति. गन्धनिष्ठे आधेयता निरूपित अधिकरणतायाः अनतिवृत्तवृत्तिः. गन्धः अनतिवृत्तवृत्तिः इति चेत् गन्धेन यत्किमपि निरूपितं भवति तदपि तथा स्यात् खलु? गन्धेन किं निरूपितं, पृथ्वीत्वं निरूपितं भवति खलु? न, इदानीं भवती पठितवती गन्धेन किं निरूपितं भवति? गन्धनिष्ठ आदेयता निरूपित अधिकरणतायाः अनतिरिक्तवृत्तिः. अधिकरणतया अधिकरणता निरूपितं भवति. हा, तर्हि गन्धः तु अनतिरिक्तवृत्तिः इति चेत् गन्धेन या अधिकरणता निरूपिता भवति सा अपि अनतिरिक्तवृत्तिः. नाम अतिरिक्ते, बुद्धं भगिनि, नाम अतिरिक्ते पृथ्वीत्वशून्ये जलादौ नास्ति एतादृशी अधिकरणता. यदा भवती उक्तवती पृथ्वी अतिरिक्तजलादौ नास्ति. पृथ्वी एव जलादौ गन्धस्य अधिकरणता एतादृशी अधिकरणता, कीदृशी अधिकरणता? गन्धनिष्ठ अधेयता निरूपिता अधिकरणता. तादृशी अधिकरणता पृथ्वीम् अतिरिच्य जलादौ अग्नौ इत्यादिषु स्थलेषु न भवति इति. भगिनी शून्ये अर्थम् आकाश द्रव्यं? न, तथा नास्ति भगिनि. शून्यम् इत्युक्ते केवलं नास्ति इत्यस्मिन् अर्थे. पृथ्वीत्वशून्ये, इन् द एब्सेन्स् ऑफ, पृथ्वीत्व अभावे. अस्तु, लक्ष्मी भगिनी अग्रे. आम्, गन्धनिष्ठ अधेयता निरूपित अधिकरणता शून्यं किम् अस्ति? जलादिकम्. अस्तु, गन्धनिष्ठ अधेयता निरूपित अधिकरणता अभावः पृथ्वी अतिरिक्त किमपि अस्ति? अत्र जलादिकम् इति उदाहरणम् अस्ति. गन्धनिष्ठ अधेयता निरूपित अधिकरणता शून्यं जलादौ जलादि अस्ति. तत्र च पृथ्वीत्वं नास्ति इति अपि सत्यं खलु? पृथ्वीत्वमपि नास्ति जलादौ. आम्, तदेव उक्तं व्याप्यत्वे सति व्यापकत्वं. व्याप्यत्वे तत्र पृथ्वीत्वं गन्धनिष्ठ आदेयता निरूपित अधिकरणता तयोः तादृशसम्बन्धः अस्ति. इत्युक्ते टैट्लि कपल्ड् भवति. पृथ्व्यामेव गन्धः भवति, पृथ्वीत्वम् अपि भवति इति कृत्वा अन्यूनम् अनतिरिक्तं च भवति, व्यापकं व्याप्यम् इति. बुद्धं वा? आम् आं भगिनि. अस्तु, कोऽपि प्रश्नः आसीत् वा लक्ष्मी भगिनी? क्षम्यतां भगिनि, अत्र ध्वनिः अस्ति, अहं म्यूट् मध्ये अस्मि. अस्तु, कोऽपि प्रश्नः आसीत् वा इति पृष्टवती, नो चेत् अग्रे सरेम. अस्तु, सरला भगिनी अग्रे पठति वा? आं भगिनि. अन्यूनं अनतिरिक्तम् इत्याभ्यां व्याप्यकं व्याप्य च अन्यून पठतु भगिनि. ओके, अन्यूनवृत्तित्वम् इत्युक्ते व्यापकत्वं, यथा द्रव्यत्वं पृथ्वीत्वस्य व्यापकं नाम न्यूनदेशे नास्ति, अधिकदेशे एव अस्ति. इत्युक्ते अन्यूनम् अनतिरिक्ति इत्याभ्यां व्याप्य च न्यूनवृत्तिः इत्युक्ते व्यापकत्वं नाम यत् यत्किमपि व्याप्नोति कश्चन वस्तुः वस्तु किञ्चन वस्तु अन्यं वस्तु व्याप्नोति चेत् न्यूनातिन्यूनं तावत् बृहद् भवेत्। इदानीं द्रव्यत्वं पृथ्वीं व्याप्नोति इत्युक्ते द्रव्यत्वं पृथ्वीत्वं व्याप्नोति इत्यस्य अर्थः भवति द्रव्य यावत् बृहत् पृथ्वीत्वम् अस्ति न्यूनातिन्यूनं द्रव्यत्वं तावत् बृहत् भवेत् इति, न्यूनदेशः तु न भवितुम् अर्हति। अधिकदेशः तु अस्ति, अधिकदेशः भवेत् परन्तु न्यूनदेशः न भवति इति व्यापकत्वम्। यथा द्रव्यत्वं पृथ्वीत्वस्य व्यापकं नाम न्यूनदेशे नास्ति, अधिकदेशे एव अस्ति। यत्कपि अधिकदेशे अस्ति तस्य तत् अन्यून वृत्ति, तस्य अन्यूनवृत्ति भवति। पृथ्वीत्या अपेक्षया द्रव्यत्वम् अधिकदेशे एव अस्ति, अन्यूनवृत्ति व्यापकम्। अनतिरिक्तिवृत्तित्वम् इत्युक्ते व्याप्यम्। पृथ्वीत्वं यत्र नास्ति यथा जलादौ तत्र अनतिरिक्तिवृत्तिव्याप्यम्। दण्डत्वं पृथ्वीत्वस्य व्याप्यं भवति, यतोहि पृथ्वीत्वशून्ये जलादौ दण्डत्वं नास्ति। अत्र अनतिरिक्तिवृत्ति किम् अस्ति तस्य उदाहरणम् अस्ति, दण्डत्वं यथा यत्र दण्डम् अस्ति तत्र पृथ्वी अपि अस्ति, किन्तु यत्र पृथ्वी अस्ति तत्र दण्डं नास्ति। न न न, यत्र यत्र दण्डत्वम् अस्ति तत्र पृथ्वीत्वम् अस्ति। तत्र दण्डे पृथ्वीत्वं व्याप्यं भवति। सत्यं, दण्डे दण्डत्वं पृथ्वीत्वस्य व्याप्यं भवति, नाम पृथ्वी अपेक्षया पृथ्वीत्व अपेक्षया दण्डः इति न्यूनद्रेशवृत्तिः दण्डत्वम् इति। तर्हि दण्डत्वं व्याप्यम् इति भवति। द्वितीयं वाक्यं भवत्या यदुक्तं यत्र पृथ्वीत्वं नास्ति तत्र दण्डत्वं नास्ति, तस्य तेन तस्य वाक्यस्य अपेक्षया एवं वक्तुं शक्नोति यत्र यत्र पृथ्वीत्वशून्यं भवति तत्र दण्डत्वमपि न भवति, यत्र पृथ्वीत्वस्य अभावः तत्र निश्चयेन दण्डत्वं न भवति। यतोहि पृथ्वीत्वशून्ये जलादौ दण्डत्वं नास्ति, निश्चयेन न भवति तत्र, निश्चयेन न भवति। परन्तु यत्र दण्डत्वम् अस्ति तत्र निश्चयेन पृथ्वीत्वं भवति, पृथ्वीत्वं भवति, तत्र निश्चयेन पृथ्वीत्वं व्याप्यं भवति। पृथ्वीत्वं तत्र व्यापकम्, अधिकदेशवृत्तिः, दण्डत्वं न्यूनदेशवृत्तिः, तर्हि व्याप्यं व्याप्यं न्यूनदेशवृत्ति व्याप्यम् अधिकदेशवृत्ति व्यापकं सत्यं। अपि च दण्डत्वम् इति अनतिरिक्तवृत्तिः, व्याप्यम् इति यद्भवति तद् अनतिरिक्तवृत्तिः। आहत्य पृथ्वीत्व अपेक्षया द्रव्यत्वं व्यापकं, घटत्वं पटत्वं दण्डत्वम् इत्यादिकं व्याप्यम्। अन्यूनवृत्तित्वं व्यापकत्वम्, अनतिरिक्तिवृत्तित्वं व्याप्यत्वम्। अतः व्याप्यत्वे सति व्यापकत्वम् इति अनेन अन्यून अनतिरिक्तिवृत्तित्वम् भवती अत्र उक्तवती, अन्यूनवृत्तित्वम् अस्ति व्यापकत्वम्, अनतिरिक्तिवृत्तित्वं भवति व्याप्यत्वम्। यत्र उभौ अपि स्तः तदस्ति अन्यून अनतिरिक्तवृत्तित्वम्। तदेव उक्तम् अत्र व्याप्यत्वे सति व्यापकत्वम्, व्यापकत्वम् इति स्पष्टमस्ति वा एतावता? एतदा केवलं परिशीलितम् अस्माभिः यत् अन्यून अनतिरिक्तवृत्तित्वम् इत्युक्ते किम् इति। एकवारम् अन्यून अनतिरिक्तवृत्तित्वं किम् इति जानीमश्चेत् तत्र अस्माकं कपिसंयोगवृक्षस्य उदाहरणे तादृशवृत्तित्वं नास्ति इति अपि जानीमः. सः एव तर्कः अधुना रूपस्य अव्याप्यव्याप्यवृत्तित्वस्य चर्चायामपि भवति इति अग्रे पठेम. अखिला भगिनी अग्रे पठति वा? आं भगिनि. रूपस्य अव्याप्यवृत्तित्वम् उत व्याप्यवृत्तित्वम्. एकस्मिन् मते रूपं व्याप्यवृत्ति, पुस्तके एकत्वम् इति संख्या इव. अपरस्मिन् मते रूपम् अव्याप्यवृत्ति, वृक्षे कपिसंयोगः इव. एषा मतरूपं व्याप्यवृत्तिः, तैः चित्ररूपम् इति नूतनं सप्तमं रूपं स्वीक्रियते. एषा मते रूपम् अव्याप्यवृत्तिः, तैः एकस्मिन् द्रव्ये श्वेतरूपं रक्तरूपं च बहूनि रूपाणि स्वीकर्तुं शक्यन्ते. तत्र मतद्वयम् अस्ति. तत्र रूपस्य विषये पश्यामः चेत् तत्र मतद्वयम् अस्ति. एकस्मिन् मते तु तत्र रूपं व्याप्यवृत्तिः, व्याप्यवृत्तिः इति वदामः. इत्युक्ते तत्र यथा पुस्तके एकत्वम् इति संख्या, पूर्वं वयं व्याप्यवृत्ति अव्याप्यवृत्तिः इति विषये पठितवन्तः. तत्र संख्या इति अस्ति चेत् तत्र व्याप्यवृत्तिः इति दृष्टवन्तः. इत्युक्ते पुस्तके व्याप्य तिष्ठति तत्. ये तस्मिन् तस्य मतस्य स्वीकर्यं करोति, ते वदन्ति तत् चित्ररूपम् इति नूतनं रूपं स्वीकृत्य रूपविषये तत्र व्याप्यवृत्तित्वम् इति वदन्ति. ये तस्य विपरीत मतं स्वीकुर्वन्ति, इत्युक्ते तत्र अव्याप्यवृत्तिः अस्ति, कपिसंयोग वृक्षे कपिसंयोग एव, ते वदन्ति तत्र नूतन चित्रं नास्ति, परन्तु तत्र एकस्मिन् द्रव्ये एव, एकस्मिन् पटे, पटः अस्ति चेत् एकस्मिन् पटे एव तत्र बहूनि रूपाणि सन्ति. तत्र श्वेतरूपं रक्तरूपम् इति बहूनि रूपाणि अत्र भवति इति. यैः बहूनि रूपाणि स्वीक्रियन्ते तैः अव्याप्यवृत्तित्वं स्वीक्रियते रूपस्य, अपि च चित्ररूपम् इति स्वीक्रियते ते तैः व्याप्यवृत्ति, रूपं व्याप्यवृत्ति इति अपि स्वीक्रियते. स्वीक्रियते इति सारांशः अस्ति. प्राचीनानां मतमस्ति चित्ररूपम् इति कृत्वा पटस्य आहत्य एकं रूपम् अस्ति चित्ररूपं, तद्रूपं व्याप्यवृत्तिगुणः इति. नूतनाः वदन्ति तथा नास्ति, बहूनि रूपाणि भवन्ति, लघु लघु रूपाणि, तानि रूपाणि सर्वाणि अव्याप्यवृत्तिरूपाणि इति. अत्र मतभेदः वर्तते. अस्तु अग्रे पठतु भगिनि. प्रश्नः. रूपं समवायसम्बन्धेन पटे, किन्तु कपिः संयोः सम्बन्धेन वृक्षे. अतः रूपस्य अव्याप्यवृत्तित्वसाधनार्थं यः दृष्टान्तः दीयते तस्मिन् प्रकृतिदृष्टान्तयोः साम्यं किम्? उत्तरम्. अत्र कपेः उदाहरणे संयोगरूपगुणः स्वीकृतः न तु कपिः. संयोगरूपगुणश्च समवायसम्बन्धे वृक्षे अग्रदेश अवच्छेदने अवच्छेदेन च. मूलदेश अवच्छेदेन तु कपिसंयोगः नास्ति. मूलदेशे अन्यसंयोगः स्यात्, वायुः इत्यादि संयोगः स्यात्, किन्तु कपिसंयोगः नास्ति. तर्हि समवायसम्बन्धेन चेदपि संयोगः एकस्मिन् अधिकरणे कुत्रचित् भवति, कुत्रचित् न भवति. तत्र प्रश्नः उदेति. वयं रूपविषये तत्र संयोगः वृक्षे कपि संयोगः इति उक्तवन्तः. तत्र रूपं तु पटे समवायसम्बन्धेन तिष्ठन्ति, परन्तु कपिः संयोगसम्बन्धेन वृक्षे वृक्षे अस्ति. तर्हि तत्र तत्र दृष्टान्तयोः सम्बन्धः भिन्नः इति कारणात् तत्र साम्यम् अस्ति वा न वा इति प्रश्नः तत् अत्र समाधानम् अस्ति. तत्र तत्र यदा वयं कपि उदाहरणम् उक्तवन्तः तत्र साक्षात् कपिः इति न, परन्तु संयोगः इति गुणः एव तत्र स्वीकृतवन्तः. तत्र संयोगः इति समवायसम्बन्धेन वृक्षे यद् अग्रदेश अवच्छेदः अस्ति तत्र अस्ति, परन्तु मूलदेशे तत्र नास्ति. तर्हि तत्र संयोगः इति गुणः समवायसम्बन्धेन एकदेशे अस्ति अपरदेशे नास्ति इति तत्र समाधानमस्ति तस्य. संयोगः यः कोऽपि गुणः भवतु सः द्रव्ये समवायेन एव तिष्ठति खलु. इत्येव साम्यमस्ति. किमर्थं कपिः कपिसंयोगः इति उदाहरणं दत्त्वा रूपस्य विषये चर्चा जाता इत्युक्ते इदमेव कारणं. रूपमपि समवायेन पटे, कपिसंयोगः इति गुणः अपि समवायेन पटे. क्षम्यतां, वृक्षे. परन्तु कपिः साक्षात् संयोगसम्बन्धेन वृक्षे भवति, तत्र भ्रमः मास्तु. संयोगः सम्बन्धः द्रव्ययोः मध्ये, कपिवृक्षयोः मध्ये संयोगसम्बन्धः. परन्तु कपिसंयोगः इति गुणः समवायसम्बन्धेन वृक्षे अस्ति, यथा रूपं समवायसम्बन्धेन पटे अस्ति. तत्र साम्यमस्ति इति यथा भगिन्या अपि प्रतिपादितम्. स्पष्टमस्ति वा? अस्तु, राजेन्द्रमहोदय अग्रे पठति किम्? आं भगिनि. प्राचीनानां मता अनुसारं रूपं किन्तु तथा नास्ति. एकत्र श्वेतरूपम् अन्यत्र रक्तरूपम् इति चेत् एकत्र विद्यमान श्वेतरूपम् अन्यत्र रक्तरूपम्, अनेन श्वेतरूपम् एकस्मिन् अधिकरणे कुत्रचित् भवति कुत्रचित् न भवति इति अव्याप्यवृत्तिः जाता. प्राचीनाः वदन्ति यत् तथा न भवति यतोहि रूपं व्याप्यवृत्तिगुणः. समाधानं चित्ररूपम्, एकस्मिन् पटे सर्वत्र एकैव रूपं, न श्वेतरूपं नापि रक्तरूपं. चित्ररूपं तस्मिन् पटे सर्वत्रापि वर्तते, अनेन अव्याप्यवृत्तित्वं न भवति. इदानीं पुनः तथैव एकवारं लिखितमस्ति. प्राचीनां मतानुसारं रूपं किं अव्याप्यवृत्तित्वेन न अस्ति, एकत्र श्वेतरूपम् अन्यत्र रक्तरूपम् इति चेत् तत्र तथा ते वदन्ति तत्र चित्ररूपम् एव अस्ति, व्याप्यवृत्तिः एव अस्ति. परन्तु नवीनानां मतं भिन्नम् अस्ति. तत् ते वदन्ति यत् एकत्र श्वेतरूपम् अन्यत्र रक्तरूपम् अन्यत्र कुत्रचित् किमपि भवति, तत्र अव्याप्यवृत्तिः तत् रूपमस्ति. तत् समाधानं प्राचीनां तथा समाधानं ते उक्तवन्तः चित्ररूपम् अस्ति, तत् समाधानं कृतवन्तः. यथा तत्र भिन्नभिन्नरूपाणि सन्ति, तत् एकम् अन्यत्र गुणं स्वीकृत्य चित्ररूपं तत् उक्त्वा तत् तथैव वदन्ति. परन्तु नवीनानां तथा मतं नास्ति. ते वदन्ति तस्मिन् तत् अव्याप्यवृत्तित्वं भवति तत्र, यथा भिन्नभिन्नरूपाणि सन्ति पटे अन्यत्र कुत्रापि. नवीनानां प्राचीनानां मतानुसारं सर्वं मिलित्वा चित्ररूपम् इति एकं रूपं भूत्वा तत्र व्याप्यवृत्तिगुणः भवति रूपं. परन्तु नवीनाः वदन्ति तथा न, तैः चित्ररूपम् इति पुनः इतोपि नूतनं रूपं न आवश्यकम् इति नवीनानां मतमस्ति. अस्तु, तेषां मतम् अग्रे अस्ति. वर्दिनी भगिनी पठति वा? आं भगिनि. मतानुसारं पटस्य प्रसङ्गे रूपस्य अवच्छेदकं पीततन्तुः, रक्ततन्तुः, नीलतन्तुः. यथा कपिसंयोगस्य अवच्छेदकम् अग्रदेशः, अतः पटे चित्ररूपं मास्तु, अवयवरूपं तत्र भासते एव. नानातन्तवः सन्ति, तन्तवः च भिन्नभिन्नवर्णयुक्ताः. अनेन तन्तुभ्यः भिन्नं पटे पृथक् रूपं न उपद्यते न वा अपेक्षते, तन्तुषु विद्यमानं रूपमेव पटे भासते. अस्तु, उच्यताम्. नूतन नैयायिकस्य मतः पटस्य प्रसङ्गे रूपस्य अवच्छेदकं पीततन्तुः, रक्ततन्तुः, नीलतन्तुः. रूपस्य अवच्छेदकं, रूपस्य अवच्छेदकम् इत्युक्ते अवच्छेदकं नाम किं? यः यत्किमपि भेदं स्थापयति तद् अवच्छेदकम्. नवीनाः वदन्ति रूपम् इति एकमस्ति, परन्तु तस्य अवच्छेदकरूपेण भवन्ति पीततन्तुः, रक्ततन्तुः, नीलतन्तुः, पटे. यदा कापि संयोगस्य अवच्छेदकम् अग्रदेशः, कापि संयोगस्य अवच्छेदकम्. अतः पटे चित्ररूपं मास्तु, अवयवरूपं तत्र भासते एव. अवयवरूपं तत्र भासते एव. कपिसंयोगस्य उदाहरणं चिन्तयतु. कपिसंयोगः इति अवयवे, अग्रभागः इति अवयवः अस्ति खलु, तत्रैव कपिसंयोगः अस्ति इत्येव समानरीत्या चित्ररूपम् इति मास्तु. वदतु भगिनि. पटे चित्ररूपं न आवश्यकं. नानातन्तवः सन्ति, तन्तवः च भिन्नभिन्नवर्णयुक्ताः, तन्तुभ्यः भिन्नं पटे पृथक् रूपं. भिन्नभिन्नतन्तवः, भिन्नभिन्न अवयवाः इति. पीततन्तूनां समाहारः अथवा समूहः यत्र एकः अवयवः, रक्ततन्तूनां समूहः अपरः अवयवः इति कृत्वा, यथा कपिसंयोगः वृक्षस्य एकस्मिन् अवयवे आसीत्, तथैव अवयवभिन्नभिन्नाः सन्ति तन्तुभेदेन, अपि च तेषामपि अव्याप्य वृत्तित्वम् इति नवीनानां मतम्. न उपद्यते न वा अपेक्षते, तन्तुषु विद्यमानं रूपमेव पटे भासते इति नवीनानां मतमस्ति. तन्तुभ्यः भिन्नं रूपं पटे नास्ति. पटे यद्रूपम् अस्ति तद् रूपं तन्तूनां कारणेन एव अस्ति इति कृत्वा चित्ररूपम् इति नूतनं न अपेक्षते. तन्तुषु यद्रूपम् अस्ति विद्यमानं तद् पर्याप्तम् इति नव्यानां मतमस्ति. अस्तु, अग्रे तस्य उत्तररूपेण प्राचीनाः किं वदन्ति इति सावित्री भगिनी पठति किम्? प्राचीनाः किम् उत्तरं ददति? चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपं कारणं. रूपं नास्ति चेत् तस्य द्रव्यस्य चक्षुषा प्रत्यक्षं न भवति. अत्र कार्यकारणभावः प्रयुक्तः इति. यदि पटे रूपं नास्ति, तन्तुषु एव रूपं वर्तते इति यदि वदन्ति, तर्हि पटे समवायसम्बन्धेन रूपं नास्ति इति उक्तौ पटस्य प्रत्यक्षमेव न स्यात्. अतः चित्ररूपम् अङ्गीकर्तव्यम्. अनेन तन्तुषु रूपं भवति. तदा भिन्नभिन्नतन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नम्. भिन्नभिन्नवर्णयुक्ततन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नम्. तथा च पटे रूपमस्ति समवायसम्बन्धेन, अनेन पटस्य प्रत्यक्षं भवति. प्राचीनानां किम् उत्तरं ददति? यदा प्राचीनानां मतमस्ति रूपं व्याप्तवृत्तिः एव अस्ति, अहं पुनः पठामि भगिनि, मम मनः अन्यत्र अस्ति. अवश्यं पठतु. वस्तुतः इदम् अयं भागः पुनः अग्रिमसप्ताहे अपि क्रियते, केवलं पठनार्थमेव. पठतु. अस्तु. प्राचीनानां किम् उत्तरं ददति अत्र प्रश्नः किं भगिनि? अस्तु, प्राचीन किम् उत्तरं ददति, तर्हि तस्मात् उपरि यदस्ति तत् पठतु. अनेन ओके, नव्यानां मतानुसारं पटस्य प्रसङ्गे अन्तिमवाक्यं पठतु. पर्याप्तम्. अन्तिमवाक्यम् अस्तु. अनेन तन्तुभ्यः भिन्नं पटे पृथक् रूपं न उत्पद्यते न वा अपेक्षते. तन्तुषु विद्यमानं रूपमेव पटे भासते. नाम नव्यानां मतमस्ति पर्याप्तम् अस्तु, नूतनं सप्तमं चित्ररूपम् इति मास्तु. तन्तूनां यद् रूपम् अस्ति, अवयवरूपं, भिन्नभिन्न अवयवानां रूपं, तदेव पर्याप्तं. पुनः किमर्थं नूतनं रूपं चित्ररूपम् इति प्रश्नः नयायिका नव्यानाम्. अस्तु, चित्ररूपस्य आवश्यकता अस्ति वा इति प्रश्नः वा? सत्यं सत्यं सत्यं. अस्तु, प्राचीनानां किम् उत्तरं ददति? चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपं कारणं. रूपं नास्ति चेत् तस्य द्रव्यस्य चक्षुषा प्रत्यक्षं न भवति. अत्र कार्यकारणभावः प्रयुक्तः. अस्तु, ते वदन्ति चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपमेव कारणं. रूपं नास्ति चेत् चक्षुरिन्द्रियस्य प्रयोगः एव न भवति, तस्य प्रत्यक्षं किमपि न भवति. अत्र कारणात् कार्यं साध्यं भवति. रूपम् अस्ति चेत् चक्षुरिन्द्रिय कार्यं करोति, नो चेत् तस्य प्रयोगः एव नास्ति इति वा? नाम तत्र चक्षुरिन्द्रिय ज्ञानम् इति यद् जन्यते, स्मरन्ति चेत् तत्र पूर्वमपि एकमासीत् खलु, कालः, कालस्य कृते शब्दप्रयोगः, कारणकार्यभावः इति सर्वं शब्दप्रयोगेनैव ज्ञानम् उत्पद्यते सर्वं वयं दृष्टवन्तः खलु. तथैव अत्रापि चक्षुरिन्द्रिय ज्ञानं, तस्य कारणं किं? रूपमेव. चक्षुरिन्द्रियेण किमपि प्रत्यक्षं भवति, तस्य कारणं रूपं. तर्हि तादृशरूपं पटे स्यात् इति प्राचीनाः वदन्ति. रूपस्य लक्षणं यदा वयं पठितवन्तः तत्रापि आसीत् खलु, तत्र चित्रमपि लिखित्वा वयं कारणकार्यभावमपि तत्र साधितवन्तः. सत्यं. द्विसप्ततितमे पुटे अस्ति, पुनस्मरणार्थम् इच्छति चेत्. अस्तु, अग्रे पठामि वा? हा अस्तु, पठातु भगिनि. इति यदि पटे रूपं नास्ति तन्तुषु एव रूपं वर्तते इति यदि वदन्ति तर्हि पटे समवायसम्बन्धेन रूपं नास्ति इति उक्तौ पटस्य प्रत्यक्षमेव न स्यात्. तदेव पुनः लिखितमस्ति, यदा तन्तुषु एव रूपं वर्तते पटे रूपं नास्ति चेत् पटस्य प्रत्यक्षं न भवति एव, केवलं तन्तुषु प्रत्यक्षं भवति. अत्र अतः चित्ररूपम् अङ्गीकर्तव्यम्. अनेन तन्तुषु रूपं भवति, तदा भिन्नभिन्नतन्तूनां संयोगात् पटे चित्ररूपमपि उत्पन्नम्. भिन्नभिन्नवर्णयुक्ततन्तूनां संयोगात् पटे चित्ररूपम् पुनः तदेव लिखितमस्ति. अस्तु, तथा च पटे रूपमस्ति समवायसम्बन्धेन. पटे तन्तुषु अस्ति समवायसम्बन्धेन, तन्तुषु रूपमस्ति, तदर्थं पटे अपि रूपमस्ति इति. अनेन पटस्य प्रत्यक्षं भवति इति प्राचीनानां मतमस्ति. प्राचीनानां तथा समर्थनं कुर्वन्ति, पटस्य प्रत्यक्षं भवति चेत् पटे रूपं स्यात्, रूपमेव कारणमस्ति इति. अस्तु, किन्तु नव्यानां मतं किम् अस्ति? लक्ष्मीभगिनी अग्रे पठति किम्? आं भगिनि, किन्तु नव्यानाम् अनेन कोऽपि अनेन न कोऽपि दोषः, चाक्षुषं प्रति रूपं कारणं, नव्यानां मते श्वेतरूपमपि अस्ति, नीलरूपम् अपि अस्ति, बहूनि रूपाणि सन्ति पटे, तत्तत् अव्यवैः तत्तत् रूपम् उत्पद्यते पटे इति स्वीक्रियते चेदपि पटे रूपं सिद्ध्यति, यथा कपिसंयोगः वृक्षस्य अग्रभागे सत्यति सत्यपि सम्पूर्णवृक्षे अपि वर्तते, तथैव रक्तवर्णयुक्ततन्तुभिः पटे रक्तरूपं जायते, एवमेव श्वेतरूपयुक्ता अवयवैः पटे श्वेतरूपं जायते, अत्र समवायसम्बन्धेन न केवलं रूपमस्ति अपि तु रूपाणि सन्ति, अत्र मुख्यमस्ति यत् प्राचीनाः रूपस्य व्याप्यवृत्तित्वं मनसि कृत्वा चित्ररूपम् अङ्गीकृतवन्तः, नव्यैः तु यथा संयोगस्य अव्याप्यवृत्तित्वं भवति तथा रूपस्यापि अव्याप्यवृत्तित्वं भवतु न कापि हानिः इति चित्ररूपम् अनङ्गीकृत्य भिन्नभिन्नरूपाणि भवन्ति इति अङ्गीकृतवन्तः, अनेन नूतनचित्ररूपं न अपेक्षितम् इति पर्यवसितम्। अस्तु, नव्यानां मतमस्ति अनेन न कोऽपि दोषः, केन न कोऽपि दोषः, पटे रूपमस्ति इति पटे समवायसम्बन्धेन रूपमस्ति इति नव्यानां कृते दोषः नास्ति, तस्मात् दोषः नास्ति, केवलं रूपाणि सन्ति, रूपं नास्ति मास्तु, रूपाणि सन्ति इति वदन्तु इति ते वदन्तु। अस्तु, अग्रे वदतु भगिनि। आम् चाक्षुषं प्रति रूपमेव नेत्राभ्यां प्रति रूपमेव कारणमस्ति, किन्तु नव्यानां मते श्वेतरूपं नीलरूपं बहूनि रूपाणि सन्ति पटे, पटे पटे ये अवयवः सन्ति तेभ्यः रूपम् उत्पद्यते पटे, यथा कपिसयोगः वृक्षस्य कपिसयोगः वृक्षस्य अग्रभागे अस्ति किन्तु सम्पूर्ण अस्तु वदामि, अत्र कपिसंयोगनिष्ठ आधेयता निरूपित वृक्षनिष्ठ अधिकरणता इति वाक्यमस्ति, तर्हि वृक्षनिष्ठ इति किमर्थम् उक्तम्? अग्रभागे अस्ति चेत् वृक्षे अपि अस्ति, तथैव रक्तवर्णयुक्ततन्तुभिः पटे रक्तरूपं जायते, रक्तवर्णतन्तुभ्यां पटे रक्तरूपं दृश्यते, रक्तवर्णयुक्ततन्तूनां समाहारः अवयवः इति चिन्तयतु। अस्तु, तेन अवयवेन रक्तरूपं जायते, तेन दोषः किमपि नास्ति, तदपि रूपं चाक्षुषं प्रति कारणं भवति। तथैव कारणं श्वेतरूपयुक्त अवयवैः अथवा नीलरूपयुक्त अवयवैः इति एवमेव पटे श्वेतरूपं वा नीलरूपं वा जायते, पटे तन्तवः समवायसम्बन्धेन न केवलं रूपमस्ति किन्तु बहूनि रूपाणि समवायसम्बन्धेन तन्तुषु सन्ति, पटे सन्ति। अत्र मुख्यमस्ति यत् प्राचीनाः रूपस्य व्याप्यवृत्तं मनसि कृत्वा चित्ररूपम् अङ्गीकृतवन्तः, सो प्राचीनाः नूतनरूपं चित्ररूपम् इति नूतनरूपम् अङ्गीकृतवन्तः, किन्तु नव्यानां मतमस्ति नूतनरूपं न आवश्यकमेव, किमर्थं चेत् यदि रूपस्य संयोगसम्बन्धः संयोगः इति गुणः स्वीकृत्य संयोगस्य एकनिमिष एकनिमिष रूपः समवायेन एव भवति न तु संयोगेन. वाक्यं पठति चेत् नव्यैः तु यथा संयोगस्य अव्याप्यवृत्तित्वं कस्य संयोगः नीलरूपं श्वेतरूपम् इति यत्र यत्र नीलरूपं भवति तत्र संयोगसम्बन्धेन तत्र पटे भवति खलु. अस्ति श्वेतरूपं वा नीलरूपं वा ते सर्वे गुणाः खलु. रूपं गुणः यः कोऽपि गुणः द्रव्ये समवायेन एव भवति संयोगः नास्ति तत्र. अस्तु अत्र संयोगः इत्युक्ते कपिनियोगः खलु भगिनि. कपिसंयोगः हा सत्यं लक्ष्मी भगिनी. अत्र नव्यैः तु यथा संयोगस्य अव्याप्यवृत्तित्वं भवति तत्र संयोगः इति अपि गुणः अस्ति कपिसंयोगः. सः कपिसंयोगः इति गुणः वृक्षे समवायसम्बन्धेन भवति इति बुद्धं. यथा श्वेतरूपं कृष्ण समवायसम्बन्धेन भवति पटे. किन्तु अत्र तु कपि न अस्ति अत्र नीलरूपं वा श्वेतरूपं वा तदेव अस्ति खलु. श्वेतरूपं संयोगः समवायसम्बन्धेन पटे अस्ति वक्तुं शक्नुमः. न तथा नास्ति भगिनि तथा न वक्तुमेव शक्नुमः. श्वेतरूपसंयोगः इति मास्तु. भवत्याः भ्रमः किमर्थं चेत् अत्र अस्मिन् वाक्ये नव्यैः तु यथा संयोगस्य इति चिन्तयामि. तत्र कपिसंयोगः इति चिन्तयतु. नव्यैः उक्तं यथा कपिसंयोगः अव्याप्यवृत्तित्वेन भवति तथैव रूपः अव्याप्यवृत्तित्वेन पटे भवति. ओ अस्तु अस्तु अस्तु अत्र संयोगः इति न रूपमेव अव्याप्यवृत्तित्वेन भवतु. सत्यं पटे रूपम् अव्याप्यवृत्तित्वेन समवायसम्बन्धेन भवति. अस्तु तत्र पूर्वे तत्र यथा कपिसंयोगः वृक्षस्य अग्रबाहे सत्यपि तद्वाक्यमस्ति खलु भगिनि. तत्र यत् कपिसंयोगः अस्ति तदेव कपिसंयोगः अत्रापि स्थापयति चेत् किञ्चित् भ्रमः मा भवति. अस्तु बुद्धं वा लक्ष्मी भगिनि. बुद्धं भगिनि इदानीं बुद्धम् इति चित्ररूपम् अलङ्गीकृत्य भिन्नभिन्नरूपाणि भवन्ति इति अङ्गीकृतवन्तः. नव्याः चित्ररूपम् अलङ्गीकृत्य भिन्नभिन्नरूपाणि भवन्ति इति अङ्गीकृतवन्तः. अनेन नूतनचित्ररूपं न अपेक्षितम् इति पर्यवसितम्. नूतनरूपचित्रं तेषां मतम् अस्ति नूतनचित्ररूपं न अपेक्षितम् इति अस्ति. पुनः अस्मिन् परिच्छेदद्वयस्य पुनः चर्चा भवति अग्रिमसप्ताहे अपि. तर्हि पुनः अत्र आगत्य किञ्चित् पठेम. तर्हि कोऽपि प्रश्नः अस्ति वा? इदानीं नास्ति भगिनि. धन्यवादः भगिनि. धन्यवादः भगिनि. शुभरात्रिः. धन्यवादः.